पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 66 व्यास उवाच भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकं दृष्ट्वा सुरं विधावन्तं कालमृत्युसमप्रभम् अरौ सीतं महावीर्यो जयन्तः पाकशासनि अब्रवीत् च महातेज दैतेयं सुरसत्तमः तद्भ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवं शस्त्राभिखाददुःखार्थं कश्मलं चान्यसंयुधम् प्रभग्नं च निरस्तं च यो हन्ति स च बालिशः सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरं तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव जयन्तमब्रवीद्वाक्यं कालेयक्रोधमूर्च्छितः निहत्य भ्रातृहन्तारमधत्वां हन्मि साम्प्रतं ततस्तं चासुरश्रेष्ठं कालानलसमप्रभं जयन्तो निशितैर्बाणैर्जघान सुरसत्तमः निचकर्तशरांसोऽपि त्रिभिर्विव्याध चासुरः यथा वृष्टिगणं प्राप्य नदी गैरिव वाहिनी तथा तौ च महावीर्यौ न क्षीणौ न चकादरौ न शर्म परिलेभादे परस्परजयैषिणौ अथ तस्य च दैत्यस्य धनुश्चिच्छेदचेषुणा यन्तारं पञ्चभिर्बाणैः पादयामास भूतले अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपादयाद शक्तिं सङ्गृह्य भूमिष्ठकुमारं च जखानः गदया पीडितं साश्वं सवरूधं सकूबरम् पादयित्वा धरण्यां च सिंहनादं ननादः लाघवात्सधरां गत्वा गदा पाणिरुपस्थितः वज्रपादाद्यथा शब्दो लोकानां दुःसहो भवेद् तथा तयोर्गदापादे शब्दस्यात्तु मुहुर्मुहुः एवं तयोर्गदायुद्धं यावदब्दचतुष्टयं प्रभग्ने ते गदे खस्तौ खड्गचर्मधरावुभौ तदा पदादिनोर्युद्धमद्भुतं लोमहर्षणं दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः खड्गपादैर्मुहूर्तान्ते तयोश्चिन्नेदु वर्मणि अभवत्खड्गयुद्धं च तयोर्युद्धादिशीलिनोः दधार चिकुरे तस्य जयन्तो भीमविक्रमः शिरश्चित्वास्य खड्गेन पादयामास भूतले ततस्तु जयशब्देन देवा सर्वे ननन्दिरे प्रभग्ना दैत्यशङ्काश्च दिशः सर्वा प्रदुद्रुवुः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे कालेयवधो नाम षट्षष्टितमोऽध्यायः ॐ